पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायं 10 पुलस्त्य उवाच एकोद्दिष्टं तदो वक्ष्ये यदुक्तं ब्रह्मणा पुरा मृदे पुत्रैर्यथा कार्यमाशौचं च पितुर्यदि दशाहं शावमाशौचं ब्राह्मणस्य विधीयते क्षत्रियेषु दशद्वेज पक्षं वैश्येषु चैव हि शूद्रेषु मासमाशौचं स पिण्डेषु विधीयते नैषमाचूडमाशौचं त्रिरात्रं परदस्मृतं जननेऽप्येवमेव स्यात् सर्ववर्णेषु सर्वदा अस्ति संचयनादूर्ध्वमङ्गस्पर्शो विधीयते प्रेदाय पिण्डदानं तु द्वादशाहं समाचरेद पाधेयं तस्य तत्प्रोक्तं यदः प्रीतिकरं महद यस्मात् प्रेदपुरं प्रेदो द्वादशाहेन नीयते गृहे पुत्रकलत्रं च द्वादशाहं प्रपश्यति तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनं तदस्त्वेकादशाहेऽपि द्विजानेकादशैव तु गोत्रादिसूदकां ते च भोजयेन्मनुजो द्विजान् द्वितीयेह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत नावाहनाग्नौ करणं दैवहीनं विधानदः एकं पवित्रमेकोऽर्क एकः पिण्डो विधीयते उपतिष्ठतामिति वदे देयं पश्चात्तिलोदकं स्वास्तिब्रूयाद्विप्रकरे विसर्गे चाभिरम्यतां शेषं पूर्ववदत्रापि कार्यं वेदविदो विदुः अनेन विधिना सर्वमनुमासं समाचरेत सूदकान्ते द्वितीयेह्नि शय्यां दद्याद्विलक्षणां काञ्चनं पुरुषं तद्वद्फलवस्त्रसमन्वितं प्रपूज्य द्विजदाम्पत्यं नानाभरणभूषितम् उपवेश्य दुशय्यायां मधुपर्कं तदो ददेत रच तस्य दुपात्रेण दधिदुग्धसमन्वितम् अस्ति लालाटिकं गृह्य सूक्ष्मं कृत्वा विमिश्रयेत् पाययेदिद्वज दाम्पत्यम् पितृभक्र्या समन्वितः एष एव विधिर्दृष्टः पार्वतीयैर्द्विजोत्तमैः तेन दुष्टात्तु सा शय्या न ग्राह्या द्विजसत्तमैः गृहीतायां तु तस्यां हि पुनः संस्कारमर्हति वेदे चैव पुराणे च शय्या सर्वत्र गर्हिता ग्रहीतारस्तु जायन्ते सर्वे नरकगामिनः ग्रथिदाम्बसुजालेन शय्यां दाम्पत्यसेविताम् ये स्पृशन्ति न जानं तत्सर्वे नरकगामिनः नवश्राद्धेन भोक्तव्यं भुक्त्वा चान्द्रायणं चरेत पितृभक्त्या तु पुत्राणां कार्यमेव सदा भवेद् वृषोत्सर्गं च कुर्वीद देया च कपिला शुभा उदकुम्भश्च दातव्यो भक्ष्यभोज्यफलान्विदः यावदब्धं नरश्रेष्ठ सदिलोदकपूर्वकं तदसंवत्सरे पूर्णे स पिण्डीकरणं भवेद् स पिण्डीकरणादूर्ध्वं प्रेदः पार्वणभुग्यदः वृद्धिपूर्वेषु कार्येषु गृहस्थस्य भवेत्तदः स पिण्डीकरणं श्राद्धं देवपूर्वं नियोजयेत् पितॄनावाहयेत्तत्र पृथिप्रेदं विनिर्दिशेद् गन्धोदकतिलैर्युक्तं कुर्यात् पात्रचतुष्टयम् अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेजयेद् तद्वत्सङ्कल्प्य चतुरः पिण्डान् पितृपरस्तदा ये समाना इति द्वाभ्यामन्नं तु विभजेत्त्रिधा अनेन विधिना चार्घ्यं पूर्वमेव प्रदापयेद् ततः पितृत्वमापन्नः स चतुर्थस्तदात्वनु अग्निष्वातादिमध्ये तु प्राप्नोत्यमृतमुत्तमम् स पिण्डीकरणादूर्ध्वं पृथक् तस्मै न दीयते पितृष्वेव च दातव्यं तत्पिण्डं येषु संस्थितं ततः प्रभृति सङ्क्रान्ता उपरागादिपर्वसु त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टं मृदेहनि एकोद्दिष्टं परित्यज्य मृदाहे यः समाचरेत् स दैवं पितृहासस्य तथा भ्रातृविनाशकः मृताहे पार्वणं कुर्वन्नधो यादि स मानवः सम्पृक्ते स्वर्गदीभावे प्रेदमोक्षो यदो भवेत् आमश्राद्धं तदा कुर्याद्विधिज्ञश्राद्धतस्ततः तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेद त्रिभिः स पिण्डीकरणं मासैक्ये त्रितये तथा यदा प्राप्स्यति कालेन तदा मुच्येदबन्धनाद् मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनाद् लेपभाजश्चतुर्धाद्यास्त्रयस्युः पिण्डभागिनः पिण्डदसप्तमस्तेषां स पिण्डाः सप्तपुरुषाः भीष्म उवाच कथं हव्यानि देयानि कव्यानि च जनैरिह गृह्णं दिपितृलोके वा प्रायः के कैर्निगद्यते यदि मर्त्ये द्विजो भुङ्क्रे हूयदे यदि वानले शुभाशुभात्मकाः प्रेतास्तदन्नं भुञ्जते कथं पुलस्त्य उवाच वसुस्वरूपाः पितरो रुद्राश्चैव पितामहाः प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः। नामगोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः श्राद्धस्य मन्त्रतस्तत्त्वमुपलभ्येद भक्तिदः। अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः। नामगोत्रास्तदाद्येशा भवन्त्युद्भवतामपि। प्राणिनः प्रीणयत्येददर्हणं समुपागतम्। दिव्यो यदि पितामादा गुरुकर्मानुयोगदः तस्यान्नमृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति। दैत्यत्वे भोगरूपेण पशुत्वेऽपि तृणं भवेत्। श्राद्धान्नं वायुरूपेण नागत्वेऽप्युपतिष्ठति। पानं भवति यक्षत्वे राक्षसत्वे तथामिषं। दानवत्वे तथापानं प्रेतत्वे रुधिरोदकं। मनुष्यत्वेन्न पानादि नानाभोगवतां भवेत्। रतिशक्तिस्त्रियकान्तेन्येषां भोजनशक्तिदा। दानशक्तिः सविभवारूपमारोग्यमेव च। श्राद्धपुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः। आयुःपुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च। प्रयच्छन्ति तथा राज्यं प्रीताः पितृगणा नृप। श्रूयते च पुरा मोक्षं प्राप्ता कौशिकसूनवः। पञ्चभिर्जन्मसम्बन्धैः प्राप्ता ब्रह्मपरं पदम्। भीष्म उवाच कथं कौशिकदायादाः प्राप्ता योगमनुत्तमम्। पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेद्। पुलस्त्य उवाच कौशिको नाम धर्मात्मा कुरुक्षेत्रे महान् ऋषिः। नामधकर्मतस्तस्य पुत्राणां तन्निबोधमे। स्वसृभक्रोधनो हिंस्रः पिशुनः कविरेव च। वाग्दुष्टपितृवर्ती च गर्गशिष्यास्तदाभवन्। पितर्युपरदे तेषामभूद्दुर्भिक्षमुल्बणम्। अनावृष्टिश्च महती सर्वलोकभयङ्करी। गर्गादेशाध्वने दोग्ध्रीं रक्षन्ति च तपोधनाः। खादामः कपिलामेधां वयं क्षुत्पीडिदा भृशम्। इति चिन्तयतां पापं लघुप्राह तदानुजः। यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यतां। श्राद्धे नियोज्यमानायां पापं नश्यति नो ध्रुवम्। एवं कुर्वित्यनुज्ञादपितृवर्ती तदानुजैः। चक्रे समाहितश्राद्धमुपयुज्याथ तां पुनः। द्वौ दैवे भ्रातरो कृत्वा पितृयेत्रींश्चापरान् क्रमाद। तथैकमधिद्धिं कृत्वा श्राद्धदस्वयमेव तु चकारमन्त्रवच्छ्राद्धं स्मरन् पितृपरायणः। तदा गत्वा विषं काष्ठे गुरवे चन्यवेदयन् व्याघ्रेण निहदा धेनुर्वत्सोऽयं प्रतिगृह्यताम् एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः तदकाले प्रणष्टास्ते व्याधा दशपुरे भवन् जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः तत्र विज्ञाय वैराग्यं प्राणानुत्सृज्य धर्मतः लोकैरवीक्ष्यमाणास्ते तीर्थां तेन शनेन तु संजादा मृगरूपास्ते सप्त कालं जरे गिरौ प्राप्तविज्ञानयोगास्ते तत्यजुस्तां निजां तनुं मम्रुः प्रपतनेनाथ जादवैराग्यमानसाः मानसे चक्रव्राकास्ते संजाता सप्तयोगिनः नामध कर्मथ सर्वे सुमना कुसुमो वसुः चित्तदर्शी सुदर्शी च ज्ञादाज्ञानस्य पारगः ज्येष्ठानुरक्ता श्रेष्ठास्ते सप्तैदे योगपावनाः योगभ्रष्टास्त्रयस्तेषां बभूवुश्चलचेतसः दृष्ट्वा विभ्राजमानं तमनुहं स्त्रीभिरन्विदं क्रीडन्तं विविधैर्भोगैर्महाबलपराक्रमम् पञ्चालान्वयसम्भूतं प्रभूतबलवाहनं राज्यकामो भवत्वेकस्तेषां मध्ये जलौकसां पितृवर्ती च यो विप्रश्राद्धकृत् पितृवत्सलः अपरौ मम तृणौ दृष्ट्वा प्रभूतबलवाहनौ मन्त्रित्वे चक्रतुश्चेश्चामस्मिन् मर्त्यौ द्विजोत्तमौ विभ्राज पुत्रस्त्वेको भूत् ब्रह्मदत्त इति स्मृतः मन्त्रिपुत्रौ तथा चैव पुण्डरीक सुबालकौ ब्रह्मदत्तोऽभिषिक्तस्तु काम्बिल्ये नगरोत्तमे पञ्चालराजो विक्रान्तश्राद्धकृत्पितृवत्सलः योगवित्सर्वजन्तूनां चित्तवेत्ता भवत्तदा तस्य राज्ञो भवद्भार्या सुदेवस्यात्मजा तदा सन्नतिर्नाम विख्याता कपिलाया भवत्पुरा पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी तया चकारसहितः स राज्यं राजनन्दनः कदाचिद् गद उद्यानं तया सहसपार्थिवः ददर्श कीडमिथुनमनङ्गकलहान्विदं पिपीलिकामधो वक्त्रां पुरध कीडकामुकः पञ्चबाणाभिदप्ताङ्गः सगद्गदमुवाचः न त्वया सदृशी लोके कामिनी विद्यते क्वचिद् मध्ये क्षीणादिजघना बृहद्वक्त्रादिगामिनी सुवर्णवर्णसदृशी सद्वक्त्राचारुहासिनी आलक्ष्यते च वदनं गुडशर्करवत्सलं भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नादे तथा मयि प्रोषिते मयि दीना त्वं क्रुद्धे च भयचञ्चला किमर्थं वद कल्याणि सदाधो वदनास्थिदा सातमाहज्ज्वलत्कोपा किमालपसिरेषठ त्वया मोदकचूर्णं तु मां विहायापि भक्षितं प्रादास्त्वं तदतिक्रम्य मामन्यस्यै समन्मथः पिपीलक उवाच त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि तदेकमपराधं मे क्षन्तुमर्हसि भामिनि नैवं पुनः करिष्यामि त्यजकोपं च सुस्तनि स्पृशामि पादौ सत्येन प्रणतस्य प्रसीद मे रुष्ठायां त्वयि शुश्रोणिमृत्युर्मे पुरदो भवेत् तुष्टायां त्वयि वामोरु पूर्णाः सर्वमनोरथाः पूर्णचन्द्रोपमं वक्त्रं स्वादे मृदरसोपमं निर्भरं पिब शुश्रोणि कामासक्तस्य मे सदा ये तन्मत्वा शुभे कार्या सर्वदा तु कृपा मयि इति सा वचनं श्रुत्वा प्रसन्ना चाभवत्ततः आत्मानमर्पयामास मोहनीयपिपीलिका ब्रह्मदत्तोऽपि तत्सर्वं ज्ञात्वा सस्मयमाह सत् सर्वसत्त्वरुदज्ञानी प्रभावात् पूर्वकर्मणः भीष्म उवाच कथं सर्वरुदज्ञोऽभूत् ब्रह्मदत्तो नराधिपः तच्चापि चाभवत् कुत्र चक्रवाकचतुष्टयं तन्मे कथय सर्वज्ञकुलेकस्य च सुव्रतं पुलस्त्य उवाच तस्मिन्नेव पुरे जादाश्चक्रवाका अथो नृप वृद्धद्विजस्य दायादा विप्रा जातिस्मरा बुधाः धृतिमांस्तत्त्वदर्शी च विद्यावर्णस्तपोऽधिकः नामध कर्मतश्चैव सुदरिद्रस्य ते सुताः तपसे बुद्धिरभवत् तेषां वै द्विजजन्मनां यास्यामः परमां सिद्धिमूचुस्ते द्विजसत्तमाः तत्तेषां वचनं श्रुत्वा सुदरिद्रो महातपाः उवाच दीनया वाचा किमेददिति पुत्रकाः अधर्म एष वः पुत्रा पिता तानित्युवाचः वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनं क्व नु धर्मोऽत्र भविता मां त्यक्त्वा गतिमेव च ऊचुस्ते कल्पिता वृत्तिस्तव तादवच शृणु वृदमेतत्पुरा राज्ञः सदे दास्यति पुष्कलं धनं ग्रामसहस्राणि प्रभादे पठधस्तव कुरुक्षेत्रे तु ये विप्राव्याधा दशपुरे तु ये कालञ्जरे मृगाभूदाश्चक्रवाकास्तु मानसे युक्त्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः वृद्धोऽपि सद्विजो राजन् जगाम स्वार्धसिद्धये अणुहो नाम वैभ्राजः पञ्चालाधिपतिः पुरा पुत्रार्थी देवदेवेश्यं पद्मयोनिं पितामहम् आराधयामास विभुं तीव्रव्रतपरायणः तदकालेन महदा तुष्टस्तस्य पितामहः वरं वरय भद्रं ते हृदये भीप्सितं नृप अणुह उवाच पुत्रं मे देहि देवेश महाबलपराक्रमं पारगं सर्वविद्यानां धार्मिकं योगिनां वरम् सर्वसत्त्वरुदज्ञं मे देहि योगिनमात्मजम् एवमस्त्विति विश्वात्मा तमाह परमेश्वरः पश्यतां सर्वभूतानां तत्रैवान्तरधीयत ततः स तस्य पुत्रोऽभूद्ब्रह्मदत्तः प्रतापवान् सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः सर्वसत्त्वरुदज्ञश्च सर्वसत्त्वेश्वरेश्वरः अध सत्त्वेन योगात्मा स पिपीलकमागतः यत्र तत्कीडमिथुनं रममाणमवस्थितं तदसा सन्नतिर्दृष्ट्वा प्रहसं तं सुविस्मितं किमप्याशङ्गमाना सा तम पृच्छन्नरेश्वरं सन्नदिरुवाच अकस्मादतिहासोऽयं किमर्थमभवन्नृप हास्यहेतुं न जानामि यदकाले कृतं त्वया अवदद्राजपुत्रोऽसौ तं पिपीलिकभाषितं राघवद्विरसोत्पन्नमेदद्धास्यं वरानने न चान्यत्कारणं किञ्चिद्धास्यहेतुशुचिस्मिते न सामन्यततं देवी प्राहालीकमिदं तव अहमेवेह हसिता न जीविष्ये त्वयाधुना कथं पिपीलिकालापं मर्त्यो वेत्ति सुरादृते तस्मात् त्वयाहमेवाद्य हसिता किमधः परं तदो निरुत्तरो राजा जिज्ञासुस्तद्वजो हरेः आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः स्वप्नान्ते प्राहतं ब्रह्मा प्रभाते पर्यटन्पुरं वृद्धद्विजोत्तमाद्वाक्यं सर्वं ज्ञास्यसि ते प्रिया इत्युक्त्वान्तर्दधे ब्रह्मा प्रभाते च नृपः पुराद निर्गच्छन्मन्त्रिसहितसभाज्यो वृद्धमग्रदः गदं तं विप्रमायां तं वृद्धं च स ददर्शः ब्राह्मण उवाच ये विप्रमुख्या कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च कालञ्जरे सप्त च चक्रवाका ये मानसे तेऽत्र वसन्ति सिद्धाः इत्याकर्ण्यवचस्तस्य स पपाद शुचान्वितः जातिस्मरत्वमगमत्तौ च मन्त्रिवरात्मजौ कामशास्त्रप्रणेतादु बाभ्रव्यः सदु बालकः पञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रविद पुण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः भूत्वा जातिस्मरौ शोकात् पतितावग्रतस्तथा हा वयं कर्मविभ्रष्टा कामधकर्मबन्धनाद् एवं विलप्य बहुशस्त्रयस्ते योगपारकाः विस्मयाच्छ्राद्धमाहात्म्यमभिनन्द्य पुनः पुनः सदु तस्मै धनं दत्त्वा प्रभूदग्रामसंयुधं विसृज्य ब्राह्मणं तं च वृद्धं धनमदान्वितम् आत्मीयं नृपधिपुत्रं नृपलक्षणसंयुधं विश्वक्सेनाभिधानं च राजा राज्येभ्यषेचयद मानसे सलिले सर्वे तदस्ते योगिनां वराः ब्रह्म दत्तादयस्तस्मिन् पितृभक्ता विमत्सराः सन्नदिश्चाभवद्दृष्टा मयैव तव दर्शितम् राजन्योगफलं सर्वं यदे तदभिलक्ष्यते तथेदि प्राहरा चापि पुरस्तादभिनन्दयन् त्वत्प्रसादादिदं सर्वं मयैवं प्राप्यते फलं तदस्ते योगमास्ताय सर्व एव वनौकसः ब्रह्मरन्ध्रेण परमं पदमापुस्तपो बलाद एवमायुर्धनं विद्यां स्वर्गमोक्षसुखानि च प्रयच्छन्ति सुदं राज्यं नृणां तुष्टाः पितामहाः इदं च पितृमाहात्म्यं ब्रह्मदत्तस्य वै नृप द्विजेभ्य श्रावयेद्विद्वान् शृणोति पठतेऽपि वा कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे पितृमाहात्म्यकथनं नाम दशमोऽध्यायः ॐ